अस्तु, विभागसंयोगनाशयोः कार्यकारणभावः इत्यस्य विषये वार्तालापः प्रवर्तमानः अस्ति सिद्धान्तिपूर्वपक्षिणोः मध्ये. तत्र प्रसङ्गः कश्चन ध्वनिः अस्ति कस्यचित्, नास्तु अधुना गतः. तर्हि अस्मिन् वार्तालापे विभागसंयोगनाशयोः मध्ये सम्बन्धः कीदृशः इति प्रसङ्गः, कार्यकारणभावः अस्ति वा अथवा समानकारणजन्यत्वम् इति प्रश्नः आगतः आसीत्. तत्र पूर्वपक्षी वदति तर्हि विभागसंयोगनाशयोः मध्ये समानकारणजन्यत्वम् अपि भवितुमर्हति, कार्यकारणभावः अपि भवति इति चेत् समानकारणजन्यत्वमेव स्वीकुर्मः, तेन लाघवं भवति इति. तदा सिद्धान्ती अन्वयव्यतिरेकसहचाराभ्याम्, अन्वयसहचारः यत्र अस्ति, व्यतिरेकसहचारः यत्र अस्ति, तत्र कार्यकारणभावः निश्चयेन भवति इति साधयति. तस्मिन् सन्दर्भे दण्डघटयोः उदाहरणं ददाति सिद्धान्ती. इत्युक्ते यत्र यत्र दण्डः तत्र तत्र घटः इति अन्वयसहचारः, यत्र यत्र दण्डाभावः तत्र तत्र घटाभावः इति व्यतिरेकसहचारः. तर्हि तौ दृष्ट्वा, अन्वयव्यतिरेकसहचारौ दृष्ट्वा कार्यकारणभावः अस्ति दण्डघटयोः मध्ये इति यथा निर्णेतुं शक्नुमः, तथा एव विभागसंयोगनाशयोः मध्ये अपि कार्यकारणभावः अस्ति इति साधयति सिद्धान्ती. यत्र यत्र विभागः तत्र तत्र संयोगनाशः, यत्र यत्र विभागाभावः तत्र तत्र संयोगनाशाभावः इति उक्त्वा कार्यकारणभावः तु साधितः. परन्तु अधुना पूर्वपक्षी पृच्छति यद् अस्तु, तर्हि कार्यकारणभावः उभयता भवति वा इति. यतोहि दण्डघटयोः उदाहरणे तु कार्यकारणभावः एकस्यामेव दिशि, यत्र यत्र दण्डः तत्र तत्र घटः, विपरीतत्वेन यत्र यत्र घटः तत्र तत्र दण्डः इति न वक्तुं शक्यते. दण्डः यतोहि कुत्रचित् भवति यत्र घटः नास्ति, दण्डः स्वतन्त्रतया तिष्ठति कुत्रचित् विना घटम् इति कृत्वा. परन्तु विभागसंयोगनाशयोः मध्ये तथा नास्ति, यत्र यत्र संयोगनाशः तत्र तत्र विभागः, यत्र यत्र संयोगनाशाभावः तत्र तत्र विभागाभावः इत्यपि वक्तुं शक्यते. अपि च यथा मया पूर्वमुक्तं, यत्र यत्र विभागः तत्र तत्र संयोगनाशः, विपरीतदिशि अपि वक्तुं शक्यते. अनेन अत्र प्रश्नः उदेति यत् दण्डघटयोः मध्ये कार्यकारणभावः सुस्पष्टं, दण्डः कारणं घटः कार्यम् इति, किन्तु विभागसंयोगनाशयोः मध्ये कार्यं किं कारणं किम् इत्यस्मिन् प्रश्ने वयं स्मः अधुना. तर्हि हा, सिद्धान्ती वदति लोकव्यवहाररीत्या प्रायः उत्तरं न प्राप्येत, तदर्थं किञ्चित् शास्त्रीयरीत्यापि चिन्तनं करणीयम् इति कृत्वा इतः अग्रे सरेम करपत्रे. भगिनि, अस्मिन् भागे मम किञ्चित् क्लेशः अस्ति. विपरीतरीत्या यथा दण्डघटयोः कार्यकारणभावः दृश्यते, विपरीतया न वक्तुं शक्नुमः इति पक्षी वदति खलु. दण्डघटयोः प्रसङ्गे विपरीतरीत्या न वक्तुं शक्नुमः इत्युक्ते यत्र घटः तत्र दण्डः इति वक्तुं न शक्नुमः. तत्तु एकः अंशः, परन्तु एकनिमिषं समापयामि प्रथमम् अंशं. परन्तु विभागसंयोगनाशविषये तादृशी स्थितिः न, इत्युक्ते विभागः एव कारणं संयोगनाशं प्रति इति वक्तुं न शक्नुमः इति प्रथमम् अंशः खलु, प्रथम अंशः इति पूर्वपक्षिणः मनसि अस्ति, यतोहि उभयता साधयितुं शक्नुमः इति कृत्वा इति. परन्तु अन्यः बिन्दुः अस्ति, यत्र कुत्रचित् भवति यत्र दण्डः अस्ति घटः नास्ति इति, तत्तु भिन्न अंशः खलु. विपरीतया रीत्या यत् वदामः तस्मिन् अन्तर्भूतः न अस्ति खलु. विपरीतरीत्या इत्युक्ते कस्य विपरीतत्वं वक्तुमिच्छति भवती? अत्र विपरीतरीत्या इत्युक्ते मम मनसि किं यत्र घटः अस्ति तत्र दण्डः अस्ति इति स्थितिः. हा तद् वक्तुं, हा तद् सर्वदा सत्यं नास्ति, सर्वदा सत्यं नास्ति. एकनिमिषं, यत्र घटः अस्ति तत्र दण्डः अवश्यं भवेत् किल? दण्डः एव घटस्य कारणम्, अतः यत्र घटः अस्ति तत्र दण्डः अवश्यं भवेत् किम्? विपरीतरीत्या यत्र घटः, यत्र दण्डः अस्ति तत्र घटः प्रायः भवेत् न वा भवेत्? अतः यत्र यत्र घटः तत्र तत्र दण्डः, किन्तु यत्र यत्र दण्डाभावः तत्र तत्र घटाभावः इति. तर्हि मया विपरीतत्वेन उक्तम् इति भाति खलु जयन्ति भगिनी, लक्ष्मी भगिनी? भगिनी, अत्र कार्यकारणभावस्य प्रदर्शनं, न तु हेतुसाध्ययोः प्रदर्शनं खलु. किन्तु हेतु अत्र तदपि कार्यकारणस्य प्रदर्शनं आं सत्यं, किन्तु किन्तु अन्वयसहचारव्यतिरेक व्यतिरेक व्यभिचार इति द्वयोपि तत्र अत्र अत्र तु एकदिशायां नास्ति, अतः कम्युटेटिव् प्रापर्टि अत्र नास्ति, अतः एतत् रीत्या एव एषा रीत्या वक्तव्यम् इति मम भाति. अस्तु, तर्हि लक्ष्मी भगिनी यद् वदन्ती अस्ति अधुना तत्तु कार्यकारणभावस्य अन्वयव्यतिरेकसहचारस्य विषये खलु भगिनि? यत्र जयन्ति भगिनि, अस्माभिः हेतुसाध्ययोः मध्ये अपि तादृशं दृष्टम्, अन्वयः व्यतिरेकः इति. तस्मात् पूर्वमपि इदानीं लक्ष्मी भगिनी यद् उक्तवती तत् प्रायः गतवर्गे दृष्टमासीत् परन्तु अत्र तु कार्यकारणभावस्य सूचनम् एव खलु भगिनि, इत्युक्ते यत्र दण्डः कारणं तत्र घटः कार्यरूपेण भवति एव इति सत्यं. तदेव, परन्तु विपरीतरीत्या इत्युक्ते यत्र घटः कारणं तत्र दण्डः कार्यम् इति न भवति एव इत्येव प्रथमतर्कस्य अर्थः. सारांशः सः एव, वस्तुतः सारांशः सः एव, घटः दण्डस्य कारणं नास्ति, विपरीतमिति सत्यमिति सारांशः सः एव, किन्तु अधुना अन्वयव्यतिरेकसहचारस्य दृष्ट्या परिशीलयामः. अस्तु, यत्र यत्र दण्डः तत्र तत्र घटः इति दण्डघटयोः कार्यकारणभावः इति चेत् दण्डे सति घटसत्त्वम् इति कार्यकारणभावः. तस्मिन् एव कदापि इदानीं मम समीपे पुरतः उदाहरणं नास्ति, कदापि कार्यः कारणं भवितुं न अर्हति इति अहं चिन्तयामि. दण्डकरयोः मध्ये न, अन्यस्थलेषु अपि कार्यं कदापि कारणं भवितुम् अर्हति इति मम पुरतः उदाहरणं विहाय तत्तु अस्ति किल, प्रायः नास्ति कार्यं कारणं भवितुम् अर्हति इति. तदपि प्रायः कार्यकारणयोः मध्ये एकदिशि एव अस्ति, किन्तु अत्र तथा तर्कः तथा तत् नास्ति किल. यदि कार्यकारणः भावः एकः कार्यः एकं कार्यम् अन्यः कारणं विभागसंयोगनाश अत्र केवलम् अन्वयसहचार व्यतिरेकसहचार तदेव अत्र तर्कः अस्ति, न तु कार्यकारणयोः मध्ये विपरीतरीत्या वक्तुं शक्नुमः वा न इति तथा नास्ति अत्र. अत्र किम् उक्तम् इत्युक्ते अन्वयव्यतिरेकसह एषः उक्तवान् सिद्धान्ति अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः इति. अस्तु, तत्तु अङ्गीकृतं पूर्वपक्षिभिः. अस्तु, तर्हि समीचीनम्. अपि च एतदुक्त्वा किम् अन्वयसहचाराभ्यां कार्यकरणभावः इति एतदुक्त्वा सिद्धान्ति एव दण्डघटयोः उदाहरणम् उत्थापितवान्. तदा पूर्वपक्षी चिन्तयति, अस्तु अत्र तु किञ्चित् भिन्नता अस्ति खलु, दण्डघटयोः यादृशी कार्यकारणभावः तादृशी संयोगनाशविभागयोः मध्ये नास्ति इति इति अस्ति सारांशः. अधुनापि कश्चन प्रश्नः वा? मम अन्यः बिन्दुः अपि अस्ति अत्र, इत्युक्ते कुत्रचित् भवति यत्र दण्डः अस्ति परन्तु घटः नास्ति इत्यपि सः वदति खलु. सत्यं सत्यं, परन्तु तत्तु भिन्नबिन्दुः अस्ति खलु, न तु विपरीत विपरीततर्कस्य बिन्दु इति मन्ये. अन्वयव्यभिचारः इत्युक्ते अन्वयव्यभिचारः खलु, अन्वयव्यभिचारः सः तादृश अन्वयव्यभिचारं प्रदर्शितवान् यतोहि सः साधयितुम् इच्छति यत् पश्यतु विभागसंयोगनाशयोः तादृश अन्वयव्यभिचारः नास्ति. अस्तु, यत्र दण्डः कुत्रचित् अस्ति घटः नास्ति तादृशं न कदापि भवति विभागसंयोगनाशयोः इति एकस्थितिः. किमर्थं दण्डघटयोः तादृशः सन्दर्भः भवति इत्युक्ते घटः न कदापि दण्डम् उत्पादयति खलु, यथा लक्ष्मी भगिनी अपि सूचितवती कार्यं न कदापि कारणं भवति इति. परन्तु दण्डः नाम विभागः इति स्थापयतु, विभागः कुत्रचित् अस्ति वा यत्र संयोगनाशः नास्ति? न, तथा न कदापि अस्ति. तर्हि किं दण्डः कुत्रचित् अस्ति यत्र घटः नास्ति? यतोहि घटः कारणं नास्ति दण्डस्य, तदर्थं दण्डस्य उत्पादनार्थं घटः न आवश्यकः. तत्तर्कम् अहं न अवगच्छामि भगिनी, यत् भवत्या उक्तम् इदानीमेव. यतोहि कदापि घटः कारणं न भवति इति उक्तवती खलु, दण्डस्य किमर्थं तत्र सम्बन्धः इति अहं न अवगच्छामि. इत्युक्ते प्रसङ्गः किञ्चित् भिन्नः अस्ति खलु, विभागः संयोगनाशः द्वयोः समानकालित्वं भवति चेत् कः कार्यः कार्यं कः किं कार्यं किं कारणम् इति निर्णेतं गतवन्तः. तदर्थं तत्र समीचीनमेव, अत्र स्थितिः किञ्चित् भिन्ना. तत् प्रदर्शनाय एव यत्र दण्डः अस्ति घटः नास्ति तथा स्थितिः न भवति एव, तदर्थम् अत्र किञ्चित् भिन्ना इति मम अवगमनं. तदर्थमेव तत् स्वीकृतम्. मम अवगमनमपि तथा अस्ति भगिनि, यतोहि प्रारम्भे अन्वयसहचाराभ्यां कार्यकरणभावः अनुमतः. ततः अग्रे अहमपि वर्गे अपि मम मनसि अन्वयव्यभिचारः इति आगतः, यथा भगिनी सावित्री भगिनी उक्तवती. दण्डघटयोः तथा अस्ति खलु, तदर्थं तत्र स्पष्टता अस्ति, क्लारिटि अस्ति. अस्तु, दण्डः एव कारणं घटः कार्यम् इति. परन्तु विभागसंयोगनाशयोः मध्ये तादृशव्यभिचारः अन्वयव्यभिचारः वा अथवा व्यतिरेकव्यभिचारः न दृश्यते. तर्हि स्पष्टता कथम् अभवत्? इदमेव कार्यम् इदमेव कारणम् इति स्पष्टता कथं साधिता इति प्रश्नस्य उत्तरार्थं प्रश्नम् उत्थापयितुमेव एतद् उक्तवान् इति चिन्तयामि. अस्तु भगिनि, धन्यवादः. अस्तु तर्हि अग्रे सरेम. अस्तु जयन्ती भगिनी वा अग्रे पठति वा? आम् समीचीन, तदनन्तरं खलु भगिनी समीचीनप्रश्न संयोगनाशः इति कीदृशपदार्थः इत्यस्मात् प्रायः. आम् संयोगनाशः इति कीदृशपदार्थः प्रश्नः अभावपदार्थः. तर्हि हा लोकव्यवहारविषये लोकव्यवहारे उत्तरं सिद्धान्ती वदति यत् लोकव्यवहारे यत्र कुत्रापि एकः वस्तु अन्यस्मात् विभक्तः भवति विभक्तं भवति तत्र अयं संयोगनाशः वा विभागः इति निर्णीतुं कोऽपि क्लेशः न भवति. विभागः केचन विभागः इति वदन्ति, केचन संयोगनाशः इति वदन्ति इति उत्तरं. तदन् अतः लोकव्यवहारमाध्यमेन वयं निर्णीतुं न शक्नुमः, परन्तु शास्त्रीयरीत्या एव उत्तरं प्राप्तुं शक्नुमः अत्र विभागः वा संयोगनाशः उत संयोगनाशः इति. तस्मात् संयोगनाशः इति कीदृशपदार्थः इति पृच्छति. तर्हि प्रश्न पूर्वपक्षी वदति संयोगनाशः तु अभावपदार्थः यथा वयं पूर्वमेव पठितवन्तः. नाशः इत्युक्ते अभावस्य सूचनम् अस्ति तत्र, अतः अभावपदार्थः, परन्तु विभागः इति भावपदार्थः. तर्हि अग्रे पठामि वा भगिनि? उत्तरम् अस्ति सत्यं, तेन अभावपदार्थेन विभागः उत्पद्यते इति वक्तव्यं चेत् अभावेन भावपदार्थस्य उत्पत्तिः इति अङ्गीकृतं भवति. अस्तु, भवान् तु अङ्गीकरोति संयोगनाशः इति अभावपदार्थः इति. तत् सत्यं चेत् भवता यदुक्तं संयोगनाशः इति अभावपदार्थः, तस्मात् भावपदार्थं कदापि न उद्भवति इति वदति सिद्धान्ती. हा, तत् तादृशी स्थितिः कुत्र दृष्टा अस्ति? अभावेन एषः एव नास्ति, तस्य अभावः अस्ति, सः अपरं पदार्थम् उत्पादयति इति तादृशी स्थितिः. इत्युक्ते संयोगनाशात् विभागः इति भावपदार्थं कदापि न उद्भवति इति वदति. हा, इति अङ्गीकर्तव्यं. यदा विपरीतत्वेन वदामः संयोगनाशः कारणं, तदा एतदपि अङ्गीकर्तव्यं भवति अभावेन भावपदार्थस्य उत्पत्तिः इति. वस्तुतः अभावः कारणं भवितुम् अर्हति इति अग्रे पश्येम कस्मिन् सन्दर्भे इति. किन्तु अत्र तु वार्ता एवम् अस्ति, तर्हि अभावेन भावपदार्थस्य उत्पत्तिः इति वा इति. अपि च अभावः कीदृश अभावः भगिनी संयोगनाशः स्मरति वा? अन्योन्य न, प्रध्वंसाभावः खलु? सत्यं, प्रध्वंसाभावः. तर्हि प्रध्वंसाभावः सन् केन सम्बन्धेन भवति अधिकरणे? स्वरूपसम्बन्धेन. इति यः कोऽपि अभावः भवतु, अधिकरणे स्वरूपसम्बन्धेन भवति इति मनसि भवेत्. यतोहि अग्रे गत्वा असमवायिकारणम् इत्यादिकम् आगच्छति खलु, तत्र स्पष्टता स्यात्. असमवायिकारणम् इत्युक्ते समवायेन स्थित्वा समवायेन कार्यं जनयति, परन्तु एषः तु स्वरूपसम्बन्धेन अस्ति. अस्तु, समीचीनं. तर्हि प्रश्नः अस्ति वा? न, न. अस्तु, राजेन्द्रमहोदय अग्रे. आं भगिनि, प्रश्नः अभावपदार्थेन भगिनि पठनं पूर्वं तदा प्रश्नः अस्ति, किञ्चित् वक्तव्यम् अस्ति. यदा पूर्वपक्षिणः वदन्ति कथं न भवान् सिद्धान्तं वदति यथा भवान् वदति विभागः कारणं संयोगनाशः कार्यं तथा कथं विपरीतत्वेन अपि भवितुम् अर्हति यथा संयोगनाशः तत्र भवान् वक्ति तत् सम्नियतत्वम् अस्ति तत् कारणात् संयोगनाशः अपि विभागस्य कारणं भवितुम् अर्हति यथा तत् दण्डघटयोः मध्ये तादृशी स्थिति नास्ति तत् असम्यतत्वम् अस्ति. इदानीं तत्कारणात् एवं तर्कः आगच्छति कथम् अभावपदार्थेन भावपदार्थस्य उत्पत्तिः भवति. एवं वा भगिनि? आमाम्, आं महोदय. अस्तु, इदानीं पठामि. वस्तुतः अभावपदार्थः कारणं न भवति इति न उक्तम्. अस्तु, अग्रे पश्यामः उदाहरणं किं ददाति इति. अभावपदार्थेन भावपदार्थस्य उत्पत्तिः इति भवति खलु. यथा रूपनाशात् रूपान्तरम् उत्पद्यते, यत्र तेजः संयोगेन आम्रफले हरितरूपं नश्यति, रूपान्तरं च उत्पद्यते. तत्र न केवलं तेजसंयोगः अपि तु पूर्वविद्यमानरूपस्य नाशः अपि परविद्यमानरूपं प्रति कारणम्. यावत् पूर्वविद्यमानरूपनाशः न जायते तावत् रूपानन्तरं न उत्पद्यते इति कृत्वा. प्रश्नः पूर्वपक्षिणा वदति अभावपदार्थेन भावपदार्थस्य उत्पत्तिः भवति यथा पूर्वं तु सिद्धान्तेन वदति किञ्चित् संशयः अस्ति आसीत् यथा सः उक्तवान् अभावेन भावपदार्थस्य उत्पत्तिः भवति वा. प्रश्न पूर्वपक्षिणः वदति अभावपदार्थेन भावपदार्थस्य उत्पत्तिः इति भवति खलु. यथा रूपनाशात् रूपानन्तरम् उत्पद्यते, यदा रूपनाशः भवति तदा तु तदनन्तरम् अन्यत् रूपः तु उत्पद्यते एव. यत्र तेजसंयोगेन आम्रफले हरितरूपं नश्यति यथा उदाहरणत्वेन त्वेन यथा तेजसंयोगेन हरितरूपं आसीत् आम्रफले स नश्यति रूपानन्तरं तत् च उत्पद्यते. तत् न केवलं तेजसंयोगः अपि तु पूर्वविद्यमानस्वरूपस्य नाशः अपि परविद्यमानरूपं प्रति कारणं. न केवलं तेजसंयोगः एव यः रूपानन्तरं द्वितीयरूपं विद्यमानः भवति तथा तस्य कारणं न तेजसंयोगः अपि, परन्तु यथा पूर्वं रूपम् आसीत् तस्य रूपनाशस्य नाशः अपि तं प्रति कारणम् अस्ति. यावत् पूर्वे विद्यमानरूपनाशः न जायते यथापि यद्यपि हरितरूपनाशः न जायते तदनन्तरं रूपानन्तरं नूतनरूपः न उत्पद्यते इति कृत्वा प्रतिपक्षिण पूर्वपक्षिणः वदति. सिद्धान्तेन उत्तरमस्ति एकनिमिष. तर्हि सर्वैः अवगतम् इति मन्ये. सामान्य उदाहरणं दत्तं पूर्वपक्षिण. भवति खलु अभावेन भावपदार्थः कथं तेजसंयोगः रूपनाशः नूतनरूपं. तस्मिन् क्रमे तु रूपनाशः इति अभावपदार्थः नूतनरूपस्य कारणम् इति उदाहरणं ददाति. अस्तु, अग्रे महोदय. तर्कः तु किञ्चित् भगिनी कष्टकारकमेव अस्ति. उपनाशः कारणम् अस्ति तत् न मम मनसि न रोचते. तत् किञ्चित् कष्टकरम् एव अस्ति. इदानीं किञ्चित् क्लिष्टकरमेव कल्पनां कर्तुं, किन्तु तथा उक्तवन्तः पूर्वपक्षिणः. आम् आं भगिनि, उत्तमं. सिद्धान्तेन वदति निमित्तकारणं तु भवितुम् अर्हति अभावः. यथा महान् वायुः अस्ति चेत् वृष्टिः न पतिष्यति, अतः वृष्टिपातं प्रति महान् वायुः प्रतिबन्धकः, तस्य च अभावे एव वृष्टिः भवति। तर्हि वायोः अभावः वृष्टिकारणं निमित्तकारणं, परन्तु न समवायिकारणं न वा असमवायिकारणं, परन्तु अत्र संयोगनाशस्य विभागं प्रति कारणत्वम् अस्माभिः उच्यमानम् असमवायिकारणरूपं जातम्। अभावपदार्थः अभावपदार्थस्य उत्पत्तौ असमवायिकारणं न भवति। सिद्धान्तेन वदति भवितुम् अर्हति, यथा भवान् वदति पूर्वपक्ष, यथा वदति रूपनाशः अपि नूतनरूपस्य कारणं भवति, तत्तु निमित्तकारणम् एव भवितुम् अर्हति। परन्तु यथा उदाहरणत्वेन सिद्धान्तेन वदति, यथा महान् वायु प्रचलति तत् तदा वृष्टिः न पतिष्यति, वृष्टिपातं यथा यावत् महान् वायुः अस्ति तावत् वृष्टिपातं न भवति, महान् वायुः वृष्टिपातस्य कृते प्रतिबन्धकः, तस्य च अभावे एव वृष्टिः। यथा यदा यदि महान् वायुस्य अभावः भवति तथा एव वृष्टिः भवति। तर्हि वायोः अभावः वृष्टिपातस्य कारणं निमित्तकारणम् एव अस्ति, परन्तु असमवायिकारणं न वा असमवायिकारणं, महान् वायुः तस्य असमवायिकारणं न भवितुमर्हति। समीचीनं महोदय, तर्हि अभावरूपपदार्थः निमित्तकारणत्वेन भवति इति प्रदर्शितम् आहत्य सिद्धान्ति। तर्हि अधुना समवायिकारणं न असमवायिकारणं न इति वदति, किमर्थम्? परन्तु अत्र संयोगनाश महोदय प्रश्नः अस्ति, अभावरूपपदार्थः समवायिकारणम् अपि न असमवायिकारणमपि न भवितुमर्हति, किमर्थम्? यथा तु महानुवायु वृष्टिपातनं कृते वायुः तु इदानीं चिन्तयतु, अभावः केन सम्बन्धेन भवति अधिकरणे? अस्माभिः उक्तम् इदानीं तादात्म्यसम्बन्धेन स्वरूपसम्बन्धेन समवायिकारणम् इत्यस्य अर्थः कः, परिभाषा का? तादात्म्येन स्थित्वा तत् समवायिकारणं, हा, समवायेन कार्यं जनयति इति खलु, समवायेन कार्यं जनयति। असमवायिकारणस्य समवायेन स्थित्वा कार्यं जनयति, हा, यथा तेजसंयोगः, तेजसंयोगः गुणः अस्ति, तर्हि द्रव्ये आम्रफले समवायेन भवति तेजसंयोगः, पुनः समवायेन नूतनरूपं जनयति, तादृशम् अस्ति असमवायिकारणम् अपि च समवायिकारणम्। किन्तु अत्र तु अभावस्य स्वरूपसम्बन्धः, यत्र कुत्रापि भवति स्वरूपसम्बन्धेन स्थित्वा अन्यत् किमपि जनयति तथा अस्ति, अतः निमित्तकारणमेव भवति न तु समवायि वा असमवायि। स्पष्टं वा? परन्तु योगनाशस्य विभागं प्रति कारणत्वम् अस्माभिः उच्यमानम् असमवायिकारणरूपं जातम्। परन्तु यथा संयोगनाशस्य प्रतिविभागः संयोगनाशः विभागं प्रति कारणत्वम् अस्माभिः उच्यमानम् असमवायिकारणरूपं जातम्। अभावपदार्थः अभावपदार्थस्य उत्पत्तौ असमवायिकारणम्, अस्तु अस्तु, इदानीं सिद्धान्तेन वदति यत् यदि संयोगनाशः विभागस्य प्रति कारणं भवेत् तत्र तु असमवायिकारणं भवेत्, परन्तु अभावपदार्थः अभावपदार्थस्य उत्पत्ति कृते असमवायिकारणं न भवति। किञ्चित् भगिनी न सम्यक्तया न अवगच्छामि, अस्तु, द्वितीयवाक्यं तु स्पष्टं खलु, इदानीमेव चर्चितवन्तः अभावपदार्थः भावपदार्थस्य असमवायिकारणं न इति, खलु? स्वरूपसम्बन्धेन अस्ति अभावपदार्थः, किन्तु असमवायिकारणम् इत्युक्ते समवायेन स्थित्वा समवायेन कार्यं जनयति, अभावपदार्थः तथा नास्ति इति तु स्पष्टम्, असमवायिकारणं न भवति. प्रथमवाक्यम् अस्ति यत् अत्र संयोगनाशस्य विभागं प्रति कीदृशकारणत्वम् इति प्रश्ने कृते प्रायः असमवायिकारणत्वविषये भवान् वदन् अस्ति इति चिन्तयामि इति सः वदति सिद्धान्ति. यतोहि तयोः समानाधिकरण्यम् अस्ति, अस्तु, अपि च पूर्वपक्षिभिः विभागस्य असमवायिकारणं किम् इति न उक्तम्, परन्तु विभागः तु भावपदार्थः, तस्य समवायी असमवायिकारणं भवति एव. तर्हि कीदृशं कारणत्वम् अस्ति संयोगनाशस्य इति स्पष्टता नास्ति, अतः तर्हि किम् उच्यमानम् असमवायिकारणकारणत्वं भवता सूचितमस्ति वा इति पृच्छति. तर्हि अत्र सिद्धान्ती वदति वा पूर्वपक्षिणा तथा उक्तम् इति दृश्यते इति, पूर्वपक्षिणः मनसि तथा अस्ति इति चिन्तयित्वा सः एवं वदति. अग्रे सन्ध्या भगिनी पठति चेत् इतोपि स्पष्टं भवति, अग्रे पठतु भवती एव. अस्तु, किन्तु अत्र संयोगनाशः इति अभावः असमवायिकारणम् इति नोच्यते. संयोगनाशः समवायसम्बन्धेन अधिकरणे नास्ति, अतः असमवायिकारणं कथं वा स्यात्? तर्हि अत्र यथा पूर्वस्मिन् वाक्ये सिद्धान्ती वदति भवान् इत्युक्ते प्रतिपक्षी एवं वदन् अस्ति इति भाति, विभागः न, संयोगनाशः विभागं प्रति असमवायिकारणम् अस्ति इति दृश्यते इति सिद्धान्ति वदति. तस्य उत्तरत्वेन अग्रे पूर्वपक्षी वदति, किन्तु तथा अहं न उक्तवान् वा, मया न उक्तं तथा. किमर्थम् इत्युक्ते संयोगनाशः इति असमवायिकारणं न भवितुम् अर्हति, यतोहि संयोगनाशः समवायसम्बन्धेन अधिकरणे नास्ति, अतः असमवायिकारणं न भवितुम् अर्हति इति पूर्वपक्षी वदति. तर्हि यथा सिद्धान्तिना उक्तं मया उक्तम् इति तथा नास्ति इति वदति. सत्यं सत्यम्, असमवायिकारणं कथं वा स्यात् इति पूर्वपक्षी एव पृच्छति, तथा अहं न वदामि इति. हा हा, एवं सति विभागस्य असमवायिकारणं किम् इति सिद्धान्ति पृच्छति इति पृच्छति. हा, तर्हि विभागस्य असमवायिकारणस्य अविवक्षायां तत्तु न विवक्षितं भवता, खलु? केवलं एवं वदति यत् असमवायिकारणं नास्ति, तद् अङ्गीकृतं भवता अपि, परन्तु तर्हि विभागस्य असमवायिकारणं किम् इति भवता न उक्तं, तर्हि किं स्यात् इति अग्रे अस्ति. भगिनी पठतु तर्हि अग्रे. विभागस्य असमवायिकारणं भवेदेव इति नास्ति किल. उत्तरं, कोऽपि भावपदार्थः उत्पद्यते चेत् तस्य समवायिकारणम् असमवायिकारणं च भवतः. विभागः भावरूपपदार्थः, तस्य असमवायिकारणं भवेदेव. किमपि द्रव्यं, गुणं, कर्म वा पश्यतु, जातिः, विशेषः, समवायः, एते तु नोत्पद्यन्ते नित्यत्वात्, किन्तु द्रव्यं, गुणः, कर्म इत्येषां असमवायिकारणं भवत्येव. अतः कथम् असमवायिकारणं विना विभागरूपभावपदार्थस्य उत्पत्तिः कर्तुं शक्येत? तर्हि विभागस्य असमवायिकारणं किम् इति सिद्धान्ती पृच्छति. तस्य उत्तरत्वेन पूर्वपक्षी वदति, विभागस्य असमवायिकारणं भवेदेव इति आवश्यकता नास्ति, का आवश्यकता? तर्हि परन्तु सिद्धान्ति वदति, कोऽपि भावपदार्थः अस्ति चेत् यस्य उत्पादनं भवति तस्य समवायिकारणं वा असमवायिकारणं वा भवत् न समवायिकारणम् असमवायिकारणं च द्वयमपि भवति एव. विभागः तत्र भावपदार्थः अस्ति, तस्य असमवायिकारणम् अस्ति एव, किमपि यद्वयं पश्यामः, द्रव्यं वा गुणं वा कर्म वा पश्यामः, तेषां समवायिकारणम् असमवायिकारणम् इति द्वयमपि भवति. तत्र भावपदार्थेषु ये त्रयः पदार्थाः अवशिष्टाः सन्ति, तत्र सामान्यः विशेषः समवायः. ते तु नित्यपदार्थाः, अतः तेषाम् उत्पादनम् इति किमपि न भवति, अतः तत्र कारणत्वं किमपि नास्ति. परन्तु द्रव्यगुणकर्म इति त्रयः पदार्थाः ये सन्ति, तेषां तु तत्र असमवायिकारणम् आवश्यकम् एव अस्ति. असमवायिकारणं समवायिकारणं नास्ति चेत् उत्पादनम् उत्पत्तिः न भवितुम् अर्हति, यथा विभागस्य न भवितुम् अर्हति. हा, समीचीनं भगिनि. तर्हि विभागः अपि गुणः, भावपदार्थः, तर्हि अपि च जातिविशेषसमवायः इत्येषु न अन्तर्भूतः. विभागः तु गुणः, तर्हि समवायिकारणम् अपि च असमवायिकारणं भवत्येव. तत् किम् इति अग्रे इति तस्य चर्चा. इदानीं सम्यक् अश्रूयत वा यथा अहम् उक्तवती? आमाम् आम्, इदानीं सम्यक् आसीत्. अस्तु अस्तु, अग्रे सरला भगिनी पठति वा? आं भगिनि, उत्तर निमित्तकारणं तु भवितुम् अर्हति अभावः. एकनिमिष भगिनि, तत्र न स्मः अस्माभिः उक्ते क्रमे. निमित्तकारणं तु भवति, तस्मात् अग्रिमप्रश्नः कृतः, तदग्रिमप्रश्नः अपि पठितः. सन्ध्या भगिनी प्रथम उत्तरस्य प्रथमपरिच्छेदमपि पठितवती. अस्माभिः उक्ते क्रमे प्राप्तं वा? अस्तु, निमित्तकारण हा अस्तु. अस्माभिः उक्ते क्रमे दण्डक्रियात् एकस्मिन् कपाले द्वयोः मध्ये वा क्रिया उत्पन्ना, सा च क्रियाविभागं जनयति. सा क्रियाविभागस्य असमवायिकारणं, स च विभागः पुनः संयोगनाशस्य निमित्तकारणम् एव च. विभागरूपभावपदार्थोत्पत्ति प्रति क्रियारूपभावपदार्थस्य असमवायिकारणत्वं सुष्ठु उपपद्यते, नो चेत् विपरीतक्रमे असमवायिकारणभावे सत्यपि विभागस्य उत्पत्ति अस्माभिः अङ्गीकर्तव्या भवति. इदानीं यदि दण्डक्रिया क्रियया कपालद्वयो संयोग तस्य नाशं भवति, एकस्मिन् कपाले द्वयो मध्ये वा क्रिया उत्पन्ना. सो एका क्रिया दण्डक्रियाः क्रियया कपालद्वयो संयोगनाश, सा च क्रियाविभाग जनयति, तया क्रियया विभागमपि उत्पद्यते, सा क्रियाविभागस्य असमवायिकारणं, स च क्रियाविभागस्य असमवायिकारणं भवति. भगिनी रिफ्रेश् करोतु, महोदयेन किञ्चित् परिवर्तनं कृतं. स च विभागः पुनः संयोगनाशस्य निमित्तकारणम्. अहं रिफ्रेश् कृतवती अद्य. ओ अस्तु, सा क्रियाविभागस्य असमवायिकारणम् इति पठितवती वा? हा, तत्तु सम्यक् खलु. क्रियाविभागस्य असमवायिकारणं भवितुम् अर्हति किल? आम्. क्रिया केन सम्बन्धेन भवति कपाले? क्रिया कपाले भवति समवायिकारणे. समवायसम्बन्धेन? समवायसम्बन्धेन. अपि च यदा विभागं जनयति तर्हि केन सम्बन्धेन जनयति? समवायसम्बन्धेन. तर्हि क्रिया असमवायिकारणं भवति, समवायेन जनयति. समवायेन स्थित्वा समवायेन विभागं जनयति. अस्तु, परिचयन्ति. अग्रे, स च विभागः पुनः संयोगनाशस्य निमित्तकारणं, विभागः पुनः संयोगनाशस्य निमित्तकारणं भवति. विभागसंयोगनाशस्य समवायिकारणं न भवितुं शक्नोति. एवं च विभागरूप भावपदार्थोत्पत्ति प्रति क्रियारूपभावपदार्थस्य असमवायिकारणत्वं सुष्ठु उपपद्यते, तत् अहं न जानामि भगिनि. एवं च विभागरूपभावपदार्थोत्पत्ति, तत् पदम् अवगतम्? आम्, विभाग भावपदार्थ अस्ति, उत्पत्ति. हा, बहु समीचीनं. तर्हि विभागरूपभावपदार्थोत्पत्तिं प्रति क्रियारूपभावपदार्थस्य असमवायिकारणत्वं, हा, तत् तस्मिन् कोऽपि दोषः अस्ति वा? यदि कोऽपि वदति चेत् विभागरूपभावपदार्थस्य क्रियारूपभावपदार्थः असमवायिकारणम् इति कोऽपि वदति चेत् तस्मिन् दोषः अस्ति वा? न, दोषः नास्ति. अतः हा, क्रियारूपभावपदार्थस्य असमवायिकारणत्वं सुष्ठु उपपद्यते, इत्युक्ते सुष्ठु भासते. सुष्ठु मीन्स् समीचीनम्. हा, समीचीनतया. अस्तु. नो चेत् विपरीतक्रमे असमवायिकारण अभावे सत्यपि विभागस्य उत्पत्तिः. यदि असमवायिकारणस्य अभावः भवति तदपि विभागस्य उत्पत्तिः भवति. हा, तद् दोषयुक्तम् अस्ति न वा? तद् दोषमस्ति. दोषमस्ति खलु. यदि इदानीं क्रमः कः? क्रिया, क्रियातः विभागः. आम्, संयोगनाशः. विपरीतत्वेन किं भवति? संयोगनाशः प्रथमम् आगच्छति. तदा किं भवति? विपरीतेन संयोगनाशः प्रथमं भवति, तदनन्तरं विभागः भवति, तदनन्तरं क्रिया भवति. हा, तद् क्रिया त्यजतु इदानीम्. अस्तु, केवलं संयोगनाशः, विभागः, तयोः मध्ये संयोगनाशः प्रथमम् आगच्छति चेत् वयं जानीमः यत् संयोगनाशः असमवायिकारणं न भवितुम् अर्हति इति. न भवितुम् अर्हति. सो प्रथम अभाव भावपदार्थं जनयति तस्य. हा, तत्तु निमित्तकारणं तु भवितुम् अर्हति इति राजेन्द्रमहोदयेन यद् उदाहरणं पठितं, रूपनाशः रूपं. हा, निमित्तकारणत्वेन प्रायः स्यात्, परन्तु विभागस्य असमवायिकारणं किम् इति न साधितं संयोगनाशः प्रथमम् आगच्छति चेत्. परन्तु एषा प्रक्रिया अनुसरणीया भवति चेत्, इत्युक्ते क्रिया विभागः तदा संयोगनाशः इति प्रक्रिया भवति चेत्, क्रिया तु असमवायिकारणं भवितुम् अर्हति विभागस्य, खलु? तस्मिन् तर्के दोषः नास्ति. किन्तु विपरीतक्रमे प्रथमं संयोगनाशं स्थापयामश्चेत् तदनन्तरं विभागः इति भवति इति वदामश्चेत् तत्र विभागस्य असमवायिकारणस्य अभावः दृश्यते, खलु? अस्तु, तादृशतर्कम् तर्कः अङ्गीकर्तव्या भवति यदि विपरीतत्वेन चिन्तयामश्चेत् इति वदति सिद्धान्ति. अस्तु, अग्रे स्पष्टं वा भगिनि? आमां, स्पष्टम्. आहत्य विभागस्य असमवायिकारणम् अपेक्षितं, तत् च असमवायिकारणं क्रिया इत्येव भवितुम् अर्हति. एकवारं यदा कपाले क्रिया उत्पद्यते तदा झटिति विभागः उत्पद्यते, अनन्तरम् एव संयोगनाश. विभागस्य कोऽपि पदार्थः अस्ति, तस्य समवायि असमवायिकारणम् अपेक्षिता अस्ति. सो विभागस्य अपि असमवायिकारणम् अपेक्षितम् अस्ति, तच्च असमवायिकारणम् अस्ति क्रिया. यथा कपाले कपालस्य द्वकपालस्य संयोगनाशक्रियया भवति, तस्य क्रियया विभागः भवति, तस्य अनन्तरं कपालसंयोगनाशः अस्ति भवति. यथा पञ्च वयं जानीमः क्रियया विभागः, विभागस्य संयोगनाश. सत्यं, सत्यं. तथा वारं वारं सिद्धान्ती वदति तस्य प्रमाणं न जातं, किमर्थं विभागः पूर्ववृत्तिः इति प्रमाणं जातं न जातम् आसीत् तस्मिन् सन्दर्भे, खलु? यदा पुस्तके दृष्टवन्तः. किन्तु अधुना तस्य प्रमाणं ददतः सन्ति. एते तर्क ददाति अभावः प्रथमं आगन्तुं शक्नोति, नाशप्रथमं न भवति इति अस्ति. अस्तु अग्रे लक्ष्मी भगिनी. भगिनी, विभागः पुनः संयोगनाशस्य निमित्तकारणं कथं भगिनि? यतोहि कारणानि कानि कानि भवन्ति भगिनि? समवायि असमवायि निमित्तकारणम् इति. तर्हि इदानीं चिन्तयामः, विभागः संयोगनाशस्य समवायिकारणं भवितुम् अर्हति वा? समवायिकारणस्य किं तात्पर्यं किम् आसीत्? तादात्म्येन समवायेन कार्यं जनयति इति. तादात्म्येन कः सम्बन्धः विभागः? हा, तदर्थम् इदानीं तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति पृथ्वी गन्धः इति उदाहरणम्. पृथ्वी स्वस्मिन् तादात्म्येन स्थित्वा समवायेन गन्धं जनयति इति वक्तुं शक्यते खलु? आम् आम्. किन्तु विभागसंयोगनाशयोः मध्ये तादृशसम्बन्धः अस्ति वा? नास्ति खलु. अपि च विभागः स्वस्मिन् स्थित्वा स्वस्मिन् न जनयति इति अपि अस्ति खलु. पृथ्वी स्वस्मिन् गन्धं जनयति, गन्धः इति पृथिव्याम् अस्ति कार्यत्वेन इति कृत्वा समवायिकारणं नास्ति. इदानीम् असमवायिकारणम् अस्ति वा इति पश्यामः. असमवायिकारणम् इत्युक्ते भगिनि? समवायेन स्थित्वा समवायेन कार्यं जनयति. तदपि न दृश्यते. अतः निमित्तकारणम् इति. सत्यम्, अवशिष्टं निमित्तकारणम्. अस्तु अग्रे लक्ष्मी भगिनी कृपया. प्रश्नः अस्तु, साधु एव. विभागसंयोगनाशयोः कार्यकारणभावं स्वीकुर्मश्चेत् भवदुक्तरीत्या समनीयतत्वं वर्तते चेदपि विभागरूपभावपदार्थस्य प्रथमवायिकारण आवश्यकत्वात् विभागः पूर्वमेव संयोगनाशः अनन्तरमिति स्वीकर्तव्यं स्यात्. परन्तु वस्तुतः विभागः च संयोगनाशः च द्वयमपि युगपत् क्रियया उत्पद्यते इति मम भाति. क्रिया एव द्वयोः कारणं. समानकाले व्युत्पत्तिः द्वयोः इति युक्तपूर्णमार्गः प्रतीयते. विभागः संयोगनाशः इति पदार्थद्वयं समानम् इति न, किन्तु समानकाले व्युत्पन्नं लाघवम् अपि अस्ति. अस्तु, इदानीं पूर्वपक्षिणः वदन्ति, ते इदानीम् अङ्गीकुर्वन्ति विभागसंयोगनाशयोः मध्ये कार्यकारणं भवति. यदि तत् कार्यकारणभावः स्वीकुर्मः चेत् तयोः मध्ये समनीयतत्वम् इत्युक्ते ते समानकाले. अस्तु, अस्मिन् विषये किञ्चित् वक्तव्यं भवति. वस्तुतः करपत्रे समनीयतत्वम् इत्युक्ते समानप्रदेशता इति आसीत् खलु? अस्तु, आमां. हा हा, किन्तु महोदयेन किञ्चित् उक्तं तत्र समनीयतत्वम् इति विषयः अत्र विस्तरेण न प्रतिपादितः. परन्तु समनीयतत्वम् इत्युक्ते यत्र अन्वयव्यतिरेकसहचारः उभयता दृश्यते, तादृशसन्दर्भः समनीयतत्वम्. यत्र अन्वयव्यतिरेकव्यभिचारः युगपत् दृश्यते, सहचारः. हा, सहचारः. उभयता दृश्यते. उभयता दृश्यते इत्युक्ते विभागे सति संयोगनाशः, संयोगनाशे सति विभागः इति उभयता दृश्यते. अभावस्य विषये अपि तथा. अस्तु अस्तु अस्तु. समनीयतत्वं वर्तते चेदपि विभागरूपभावपदार्थस्य असमवायिकारण आवश्यकतत्वात् विभागः पूर्वमेव तयोगः नाशः अनन्तमिति स्वीकर्तव्यं स्यात्. ओ अस्तु, पूर्वपक्षः वदन्ति विभागसंयोगनाशयोः मध्ये कार्यकारणभावं भावः स्वीकुर्मः चेत् समनीयतत्वं वर्तते इत्युक्ते इत्युक्ते विभागः अस्ति चेत् संयोगनाशः, संयोगनाशः अस्ति चेत् विभागः इति अन्वयव्यतिरेकसहचारः अपि स्वीकर्तव्यम् इति तदपि वर्तते, तदपि वर्तते. अनन्तरं तदा तत्र किम् आसीत् भगिनि, यतोहि समनीयतत्त्वम् अस्ति इति कृत्वा एव कार्यं किं कारणं किम् इति संशयः आगतः आसीत् खलु. तस्य उत्तरं प्राप्तम् इदानीम्. उत्तरं किमस्ति इत्युक्ते विभागरूप भावपदार्थं तस्य असमवायिकारणम् आवश्यकं, तदेव उत्तरं किल. संयोगनाशः अभावपदार्थं तस्य असमवायिकारणं न आवश्यकत्वं, विभागरूपभावपदार्थस्य असमवायिकारणम् आवश्यकत्वम्. अतः विभागः पूर्वमेव जातः, अनन्तरमेव संयोगनाशः इति ते वदन्ति. अनन्तरं पूर्वपक्षिणः वदन्ति, किन्तु तेषां मनसि एतदपि भाति यत् विभागः संयोगनाशः द्वयमपि युगपत् क्रियया उत्पद्यते इति. युगपत् क्रिया एव द्वयोः कारणं, समानकाले द्वयोः उत्पत्तिः इति पूर्वपक्षः वदन्ति. विभागः संयोग अग्रे अग्रे अस्ति भगिनि, यद् मया वक्तव्यमासीत् क्षम्यता. अस्तु, विभागसंयोगनाशः पुनः ते तदेव वदन्ति. विभागसंयोगनाशः पदार्थद्वयं यद्यपि ते समानं नास्ति, ते समानं न किमर्थं न समानम् इत्युक्ते एकः भावपदार्थः अन्यः अभावपदार्थः इति ते तयो यद्यपि ते समानं न ते समानकाले एव व्युत्पन्नं क्रिया एव द्वयोः कारणम् इति पूर्वपक्षिणः मनसि भाति. अपि च लाघवमपि अस्ति इति समानकाले एव ते तयोः उत्पन्नं क्रिया एव द्वयोः कारणम् इति स्वीकुर्मः चेत् लाघवमपि अस्ति इति पूर्वपक्षिणः वदन्ति. हा इति ते वदन्ति. अस्तु, तर्हि क्रिया एव द्वयोः कारणम् इत्युक्ते विभागस्य असमवायिकारणत्वेन क्रिया अस्ति इत्यनेन तत्रापि समीचीनम् अस्ति तर्कः, समीचीनतर्कः. अपि च सा एव क्रिया संयोगनाशस्यापि कारणं भवतु, निमित्तकारणं भवतु. अस्तु, तेन तत्तु तत्र कोऽपि दोषः नास्ति खलु इति ते वदन्ति. लाघवार्थं क्रिया एव उभयोः कारणं भवतु इति स्वीकर्तुं शक्यते किल. अस्तु अग्रे भगिनि उत्तरम्. आम् उत्तरं सम्यक् चिन्तनं भवतः सिद्धान्ते. अत्र भिन्नक्षणो उत्पत्तिकत्वम् इति कथं प्रतिपादयितुं शक्नुमः इत्युक्तौ संयोगनाशं प्रति तत्र तत्र क्रियायाः कारणत्वकल्पना अपेक्षया विभागेन एव संयोगनाशः उत्पद्यते इति अङ्गीकुर्मश्चेत् संयोगनाशं प्रति विभागः कारणमिति कार्यकारणभावे लाघवं भवति. उत्तरत्वेन सिद्धान्तिनः वदन्ति विभागः पूर्वपक्षिणः वदन्ति विभागसंयोगनाशः द्वयोपि समानकाले व्युत्पन्नं जातं, किन्तु यदि तत् संयोग समानकाले एव तत् स्वीकुर्मः चेत् किं भवति, तस्य क्रिया एव द्वयोः कारणं भवति. पुनः ते वदन्ति लाघवम् अस्ति, किन्तु सिद्धान्तिनः वदन्ति यदि विभागः एव विभागः प्रथमतया जायते चेत् विभागः एव संयोगनाशस्य निमित्तकारणं भवति, तथा लाघवं तादृशक्रमेण लाघवं भवति इति ते वदन्ति. हा ते वदति यतोहि महोदयेन उक्तं तत्र तत्र क्रियायाः कारणत्वकल्पनापेक्षया इत्युक्ते इदानीं वयं जानीमः खलु प्रथमं कर्मजविभागः जायते तदनन्तरं विभागजविभागः तत्र तत्र इत्युक्ते विभागजविभागः यदा जायते तत्रापि क्रिया एव संयोगनाशं प्रति कारणम् अस्ति वा इति स्वीकरणस्य अपेक्षया यदि विभागः इति एकमेव कारणं भवतु इति स्वीकुर्मश्चेत् तत्र लाघवम् अस्ति अथवा विभागजसंयोग विभागजविभागः यदा जायते खलु तस्मिन् सन्दर्भे संयोगनाशः अपि जायते इति अपि स्वीकर्तुं शक्यते खलु हा तर्हि तस्मिन् समये किं भवति प्रथमसंयोगनाशः क्रियया जातः तदनन्तरं संयोगजसंयोगनाशः अनन्तरं जातः संयोगनाशः संयोगनाशजः इति भवति इति तादृशतर्कः भवति चेत् इतोपि क्लिष्टकरः भवति अतः लाघवार्थम् एवं भवतु क्रमः इति ते वदन्ति क्रियाक्रियातः विभागः तदा संयोगनाशः इति परन्तु भगिनी अत्र यथा तेषां तर्कः अस्ति पूर्वपक्ष कृते तत्र तु यदा समानकाले व्युत्पत्तिः भवति तदा तु कोऽपि प्रमाणः अस्ति विभागः संयोगनाशस्य कारणम् एका क्रिया भवति विभागः भवति संयोगनाशः भवति परन्तु विभागः संयोगनाशस्य कारणं भवति तत्तु कोऽपि तत्र प्रमाणः नास्ति यदि यदि न उक्तवन्तः परन्तु तत् किञ्चित् स्पष्टा नास्ति तादृशी इति तेषाम् आशयः अपि नास्ति ते वदन्ति पूर्वपक्षिणाम् आशयः एव नास्ति विभागः संयोगनाशस्य कारणम् इति साधनं ते तु वदन्ति क्रिया एव भवतु उभयोः इति तेन लाघवं भवति इति ते वदन्ति पूर्वपक्षिणः यतोहि क्रिया प्रथमं भवति चेत् तत्र असमवायिकारणत्वेन विभागं जनयति निमित्तकारणत्वेन संयोगनाशं जनयति तत्र लाघवम् अस्ति इति ते वदन्ति इति वा प्रश्नः महोदय अस्तु तर्हि एते सिद्धान्तिनः तु वदन्ति पश्यतु तथा कुर्मश्चेत् प्रथमस्तरे क्रियया संयोगनाशः जातः इति स्वीकरणीयं भवति अवयवस्य स्तरे तदनन्तरम् अवयविनः स्तरे अग्रे गत्वा संयोगनाशः भवति तेन किं लाघवं तु न साधितं खलु इति ते वदन्ति उभयत्र कारणद्वयम् इति तेषां कथनम् अस्तु अग्रे सरेम अजितमहोदय आं भगिनि प्रश्नः लाघवं कथम् उत्तरं विभागं प्रति कुत्रचित् क्रिया कुत्रचित् विभागः इति कारणत्वेन अङ्गीकर्तव्यमेव भवदुक्तरीयत्या एकस्मिन् क्षणे संयोगनाशः विभागः चोत्पद्यते इत्युक्तौ संयोगनाशं प्रति विभागः न कारणं तर्हि किं कारणं संयोगनाशस्य तत्र कथं लाघवम् इति प्रश्नः उत्तरं यथा पूर्वमुक्तं विभागं प्रति कुत्रचित् क्रिया कुत्रचित् विभागः इति कारणत्वेन अङ्गीकर्तव्यमेव इत्युक्ते तत्तु स्पष्टं खलु महोदय आम् इत्युक्ते क्रिया किन्तु पूर्वं यथा उक्तं संयोगनाशक्रियायां संयोगनाश एव भवति खलु न पूर्वपक्षी वदति क्रिया एव उभयोः कारणं भवतु इति अस्तु उत्तरत्वेन सिद्धान्ती वदति तथा भवति चेत् क्लेशः भवति यतोहि हा पुनः यतोहि भवान् यत् पठितवान् तस्य विषये एव अस्ति विभागं प्रति कुत्रचित् क्रिया कुत्रचित् विभागः इति कारणत्वेन अङ्गीकर्तव्यम् इति स्पष्टमस्ति वा स्पष्टम् इत्युक्ते हस्तपुस्तकयोः विभागः क्रियया जातः, पुनः कायशरीरपुस्तकयोः विभागः हस्तपुस्तकयोः विभागः यः आसीत् तस्मात् अभवत् खलु इति क्रमः अस्ति. अवयवसंयोगेन अवयविनः संयोगः इति संयोगस्य विषये यथा दृष्टवन्तः तद्वत् हा. तर्हि विभागविषये उभयता भवति, कर्मजः अपि च विभागजः इति अङ्गीकर्तव्यम्. अग्रे किम् उक्तमस्ति, भवदुक्तरीत्या एकस्मिन् क्षणे संयोगनाशः विभागः च उत्पद्यते इत्युक्तौ संयोगनाशं प्रति विभागः न कारणं. तत् स्पष्टम्? इदानीं वदति यद् भवदुक्तरीत्या, नाम पूर्वपक्षी यदुक्तवान् तदा तथा एकस्मिन् क्षणे संयोगनाशः विभागः उत्पद्यते इति चिन्त्यता. अस्तु, तर्हि उभयोः कारणं किं भवति तदा? कारणं क्रिया. क्रिया इति पूर्वस्मिन् प्रश्ने आसीत्, लक्ष्मीभगिनी यत् पठितवती तस्मिन् प्रश्ने आसीत्. पूर्वपक्षी वदति तथा अस्ति, क्रिया एव उभयोः कारणम् इति. तथा स्वीकुर्मश्चेत् किं भवति इत्युक्तौ? इत्युक्तौ विभागः संयोगनाशं प्रति न कारणम् इति साधितम्. अग्रे प्रश्नः कः? अग्रे प्रश्नः तर्हि किं संयोगनाशस्य कारणं किम् इति प्रश्नः उदयति. तदर्थं किं वदति अग्रे पूर्वपक्षी? प्रश्नः क्रिया साक्षात्, उत्तरं क्रिया. अस्तु, अस्मिन् लाघवं वर्तते न वा इति द्रष्टव्यम्. विभागं प्रति क्वचित् क्रियाकारणं, क्वचित् विभागः एव कारणं. तत्र संयोगनाशस्य कारणं क्रिया एव इति वक्तव्यम्. अस्तु, तर्हि सोपानमार्गेण गच्छन् अस्ति. एषः कः? पूर्वपक्षी वदति क्रिया एव साक्षात् उभयोः कारणम् इति. तदर्थं सिद्धान्ती वदति अस्तु, तस्य परिशीलनं भवतु अधुना. क्रिया एव हा इति वदनेन लाघवम् अस्ति न वा इति परिशीलयामः इति वदति. अस्तु, तदुक्त्वा विभागं प्रति क्वचित् क्रियाकारणं, क्वचित् विभागः एककारणम्. तत् स्पष्टमस्ति? तत् स्पष्टम्. उदाहरणं ददातु तर्हि तत्र. उदाहरणं यथा हस्तपुस्तकसंयोगः विभागः. हा, समीचीनं. प्रथमं क्रियया. अधुना हस्तपुस्तकम् अहं हस्तेन पुस्तकं स्पृशामि इति चेत् हस्ते क्रिया जाता इति चिन्तयतु, तदा हस्तपुस्तकयोः विभागः क्रिया जातः. अनन्तरं शरीरपुस्तकयोः कायपुस्तकयोः कायपुस्तकयोः विभागः केन जातः? तद् विभागेन, हस्तपुस्तकस्य विभागेन तद् जायते. हा, समीचीनम् इति अस्ति विभागस्य स्तरे. तर्हि परिशीलनम् अधुना जायमानमस्ति क्रिया एव कारणम् इति चेत् लाघवम् अस्ति न वा इत्यस्य. तदर्थं प्रथमम् एतद् वदति, विभागस्य एतादृशी स्थितिः अस्ति, ततः अग्रे गत्वा पश्येम किम् अस्ति संयोगनाशस्य इति. समीचीनम्? समीचीनम्. अस्तु, अग्रे सावित्री भगिनी पठति वा? आं भगिनि. प्रश्नः, सत्यं नाम हस्तपुस्तकयोः विभागः कर्मजः, कायपुस्तकयोः विभागः विभागजः. तदेव अजितमहोदयेन उक्तम् इदानीमेव. तदा उत्तरं भवति, प्रश्नः एव नास्ति तत्र. सत्यं भगिनि. अस्तु, अग्रे पठतु, किं वदति इति परिशीलयामः. यथा तत् वक्तव्यम् अस्ति तत् अन्तर्भूतः प्रश्नः अस्ति, स्पष्ट्या न पृच्छति. अस्तु, कथं लागवम् इति. अस्तु, उत्तरम्: इत्थञ्च विभागं प्रति क्वचित् क्रियाकारणं हस्तपुस्तकयोः विभागे हस्तगतक्रियाकारणं, क्वचित् विभागः एव कारणं कायपुस्तकयोः विभागे हस्तपुस्तकविभागः एव कारणम्. इदानीं विभागः च संयोगनाशः च द्वयमपि युगपत् उत्पद्यते इति चेत् एवमेव करणीयं भवति संयोगनाशस्य कृते अपि. अस्तु, कथं लागवम् इत्युक्ते सिद्धान्ती वदति यथा इदानीमेव विभागस्य प्रदर्शनं अभवत् तथैव हस्तपुस्तकयोः संयोगनाशस्य अपि तथा एव भवति. यथा विभागस्य प्रथमं हस्तपुस्तकयोः विभागः जातः, तदनन्तरं कायपुस्तकयोः विभागः जातः क्रियया न, परन्तु हस्तपुस्तकयोः विभागेन. तथैव हस्तपुस्तकयोः संयोगनाशः अपि च कायपुस्तकयोः संयोगनाशः अपि कारणद्वयं भवति. प्रथमं तु क्रियया, द्वितीय कायपुस्तकयोः संयोगनाशः हस्तपुस्तकयोः संयोगनाशेन भवति इति. खलु? हा, सत्यम् इति वदति. तर्हि भवदुक्तरीत्या क्रियाकारणम् इति चेत् विभागस्य विषये तु स्पष्टता अस्ति, क्रिया विभागः, तदनन्तरं विभागजः विभागः. तद्वद् क्रिया एव संयोगनाशस्य अपि कारणम् इति चेत् तदा तद्वत् कुर्मः वा कायपुस्तकस्तरे? प्रश्नः सत्यं, हस्तपुस्तकयोः संयोगनाशे क्रियाकारणं कायपुस्तकयोः संयोगनाशे हस्तपुस्तकसंयोगनाशः एव कारणं. सत्यं, तदेव. यथा विभागस्थले आसीत् तथैव अस्ति संयोगनाशस्य स्थले अपि. उत्तरं: सत्यं, तदपेक्षया संयोगनाशं प्रति विभागः एव कारणम् इति स्वीकुर्मः. अनेन संयोगनाशस्य एकमेव कारणं भवति, विभागस्य कारणद्वयम् इति अवश्यं स्वीकार्यम्. क्वचित् क्रियाकारणं, क्वचित् विभागः कारणं. यतोहि विभागसंयोगनाशयोः कार्यकारणभावः स्वीक्रियते चेत् यथोक्तं समनियतत्वं चेदपि विभागः अवश्यं पूर्वं भवेत्. अतः तस्य क्वचित् क्रियाकारणं, क्वचित् विभागः कारणं. विभागसंयोगनाशौ युगपत् जायते चेदपि विभागस्य क्वचित् क्रियाकारणं, क्वचित् विभागः कारणं. परन्तु संयोगनाशस्य तादृशकार्यकारणभावद्वयस्य आवश्यकता नास्ति. तर्हि कार्यकारणभावद्वयम् इति किमर्थम्? संयोगनाशं प्रति विभागः कारणम् इति एकेन कारणेन संयोगनाशः सर्वत्र सम्पद्यते. अस्तु, अत्र कथं लाघवम् इत्यस्य उत्तरं प्राप्नुमः. संयोगनाशं प्रति विभागः एकमेव कारणम् इति स्वीकुर्मः चेत् तदा विभागस्य निश्चयेन कारणद्वयं भवति. यथा क्वचित् स्थले विभागः एव, अन्यत्र क्रिया. तत् समीचीनमेव, तत् स्वीकार्यमेव. परन्तु संयोगनाशस्य स्थले विभागः एकः एव द्वयोः संयोगनाशस्य कारणं भवति इति तेषां वदनम् अत्र. शनैः शनैः पद वाक्यं वाक्यं पठित्वा गच्छामः वा? आं भगिनि, किञ्चित्. अस्तु, प्रथमं किम् आसीत् तेषां प्रथमांशः? प्रथमं तदपि अस्तु, विभागसंयोगनाशयोः कार्यकारणभावः स्वीक्रियते चेत् यथोक्तं समनियतत्वं चेदपि विभागः अवश्यं पूर्वं भवेत्। अस्तु, ते वदन्ति समनियतत्वम् इति अस्ति चेदपि प्रथमं विभागं स्वीकुर्मः, तत् प्रथमं विभागः भवतु, अतः तस्य क्वचित् क्रियाकारणं क्वचित् विभागः कारणम्। अस्तु, प्रथमं क्रिया जायते, तदनन्तरं विभागः जायते, तत्र विभागजः क्रियाजन्यः विभागः अपि अस्ति, विभागजन्यः विभागः अपि अस्ति। विभागसंयोगनाश्यौ युगपत् जायते चेदपि विभागस्य क्वचित् क्रियाकारणं क्वचित् विभागः कारणं। पुनः तदेव उक्तं खलु, इत्युक्ते प्रथमपरिस्थितिः, प्रथमस्थितिः अस्ति यत् विभागसंयोगनाशौ युगपत् नास्ति इति चिन्त्यताम्। स्थितिः या कापि भवतु, किन्तु तत्र क्वचित् क्रियाकारणं क्वचित् विभागः कारणम् इति तु भवति एव विभागस्य विषये। द्वितीयस्तरे द्वयोः समान युगपत् जायते चेदपि विभागस्य क्वचित् क्रिया, अस्तु, क्वचित् विभागः कारणं, परन्तु संयोगनाशस्य तादृशकार्यकारणभावद्वयस्य आवश्यकता नास्ति। तर्हि कार्यकारणभावद्वयम् इति किमर्थम्? संयोगनाशं प्रति विभागः कारणम् इति एकेन कारणेन संयोगनाशः सर्वत्र सम्पद्यते। अस्तु, प्रथमं विभागः जायते चेत् संयोगनाशः अनन्तरं जायते चेत् संयोगनाशस्य कारणं भवति विभागः एव सर्वत्र इति तेषां चिन्तनं। तत्र लाघवम् अस्ति, क्वचित् समये यदा असमवायिकारणं भवेदेव इति वदामः, तत्र कारणद्वयस्य आवश्यकता नास्ति, एकेन कारणेन द्वयोः कार्यं जायते। अस्तु, इत्युक्ते यदा भवत्या उक्तमेव, केवलं स्पष्टीकरणार्थम् इतोपि एकवारं, यदा क्रिया इति कारणम् इति स्वीकुर्मः चेत् उभयोः, तदा संयोगनाशं प्रति अपि एकवारं क्रियाकारणं, द्वितीयवारं संयोगनाशः कारणं यथा विभागस्य आसीत्। तादृशीं परिस्थितिम् अपसर्तुं शक्नुमः यदि विभागः एव संयोगनाशस्य कारणम् इति स्वीकुर्मः चेत्, सत्यं निमित्तकारणत्वेन स्वीकुर्मः चेत् इति एषः वदति। उभयोः परिस्थित्योः कारणं द्वयमस्ति खलु, एकत्र विभागः एव संयोगनाशस्य कारणम् इति, अपरत्र एकवारं क्रिया अपरवारं संयोगनाशः इति। अतः तेन उक्तं तदपेक्षया संयोगनाशं प्रति विभागः एव कारणम् इति स्वीकुर्मः इति सिद्धान्ति अधुना वदन् अस्ति। तर्हि कथञ्चित् विभागः संयोगनाशस्य कारणम् इति साधनीयं तैः इति अस्ति। अस्तु, अत्र पर्यन्तं प्राप्तवन्तः शनिवासरस्य वर्गे। कोऽपि प्रश्नः वा? भगिनी, प्रथमे अंशे यदि कार्यकारणभावः स्वीक्रियते चेत् अपि तु समनियतत्वं चेत्, समनियतत्वम् इति इत्युक्ते तत्र उभयता कार्यकारणभावः दृश्यते इति खलु, उभयता अन्वयव्यतिरेकसहचारः इति। तर्हि किमर्थं कारणं विना सः वदति विभागः अवश्यं पूर्वं भवेत् इति? अङ्गीकरोति सः तेन वाक्येन खलु, तेन वाक्येन हा समनियतत्वम् अङ्गीकरोति इत्युक्ते अन्वयसहचारः व्यतिरेकसहचारः उभयता अस्ति इति अङ्गीकरोति। तथापि किमर्थं विभागः अवश्यं पूर्वं भवेत् इति कारणं विना वदति? तत्र प्रायः सारांशत्वेन वदन् अस्ति यद् वयम् अस्माभिः पूर्वं चर्चितम्। अस्तु, संयोगनाशात् पूर्वं भवेत् विभागः इति वदति, यतोहि अत्र पश्यतु अत्र अवस्थाद्वयमस्ति, सिद्धान्तिभिः उक्तं यद् पूर्वं विभागः तदनन्तरं संयोगनाशः इति प्रथमः, तदर्थमेव बिन्दु प्रथमः इति, तत् वन् इति नम्बर् अस्ति खलु तत्. द्वितीयः कारणं न दत्तं खलु, पूर्वं तर्कः आसीत् यथा संयोगनाशः विभागस्य कारणं भवेत्, तत्र तु असमवायिकारणं किं भवति, किमपि न अस्ति, तत् कारणतः विभागः प्रथमं भवेत् अहं चिन्तया, तथैव अहं चिन्तयामि. हा तदपि तदपि सत्यं, किन्तु भगिनी पृच्छति अत्र किमर्थं पुनः इति खलु भगिनी. मम विचारे तु अत्र पुनः उक्तं यतोहि अत्र परिस्थितिद्वयम् अस्ति, एकं तु विभागस्य पूर्ववृत्तित्वम् इति परिस्थितिः, द्वितीयं तु विभागसंयोगनाशयोः समानकालिकत्वम् इति परिस्थितिः. इति परिस्थितिद्वयम् अस्ति, भिन्ने परिस्थितिस्तः, परन्तु उभयोः मध्ये समानता अस्ति. कुत्र? क्वचित् क्रियाकारणं, क्वचित् विभागः कारणं विभागस्य इत्यस्मिन् समानता अस्ति, तदेव प्रदर्शयितुम् इच्छति. या कापि स्थितिः भवतु, अस्तु, या कापि स्थितिः भवतु, विभागस्य विषये एकं तु नित्यमस्ति, तद् किं? क्वचित् क्रियाकारणं, क्वचित् विभागः कारणम्. अस्तु अस्तु, परन्तु उभयोः स्थितियोः मध्ये संयोगनाशस्य वार्ता समाना न भवति. तत्रापि पूर्वं वदति खलु पूर्वपक्षी, संयोगनाशस्य अपि क्रियाकारणं तदनन्तरं संयोगनाशः कारणम् इति. सः केवलम् अत्र वदति तस्य आवश्यकता नास्ति इति, परन्तु तत्रापि स्पष्टता न किमर्थम् इति. अत्र यथा भगिनी वदति तथैव मम चिन्तनमपि, संयोगनाशस्य स्थले अपि प्रथम कारणमस्ति विभागः, परन्तु द्वितीयकारणं संयोगनाशः एव भवति खलु, यथा हस्तपुस्तकयोः संयोगनाशः भवति विभागेन. विभागः एव कारणम् इति स्वीक्रियते चेत्, सावित्री भगिनी भवती किं चिन्तयति इति मया किञ्चित् बुद्धं. भवती वक्तुम् इच्छति यत् द्वितीयस्तरे अपि संयोग का हस्तपुस्तकयोः संयोगनाशः कारणं भवति कायपुस्तकसंयोगनाशं प्रति इति वक्तुमिच्छति खलु. हा तद् न साधयितुम् इच्छति कः? सिद्धान्ति. सिद्धान्ति वदति उभयत्र, प्रथमस्तरे वा द्वितीयस्तरे वा, विभागः एव संयोगनाशं प्रति कारणम् इति भवति चेत्, द्वितीयस्तरे यदा कायपुस्तकयोः संयोगनाशः भवति तदा तेन कायपुस्तकयोः संयोगनाशः अपि उत्पद्यते इति. न अवगतं भगिनि, प्रथमस्तरे अवगतं, यत्र विभागस्य स्थले क्रिया क्वचित् विभागः क्वचित्, परन्तु संयोगनाशस्य स्थले अपि तथैव भवति इति मम अवगमनम्. प्रथमम् अस्ति विभागः, प्रथम हस्तपुस्तकयोः संयोगनाशस्य कारणम् अस्ति विभागः, अनन्तरं कायपुस्तकयोः संयोगनाशस्य कारणम् अस्ति हस्तपुस्तकयोः संयोगनाशः. हा तद् न इच्छति सिद्धान्ति, यतोहि मूलवाक्यमासीत् संयोगनाशको गुणो विभागः इति. तर्हि संयोगनाशः यत्र कुत्रापि भवतु, यस्मिन् कस्मिन् अपि स्तरे, अवयवस्य स्तरे वा अथवा अवयविनः स्तरे वा भवतु, यत्र कुत्रापि भवति तत्र तत्र तस्मिन् सन्दर्भे यः विभागः भवति सः एव कारणं भवति इति. परन्तु तत् तर्कपूर्णं नास्ति. विद्याधरी ग्रन्थे तु संयोगनाशको गुणो विभागः. तर्हि भवत्याः चिन्तनानुसारं द्वितीयस्तरे अपि यथा विभागः आसीत् तद्वत् भवतु इति वा? आम् भवतु इति न, भवति एव खलु. प्रथम यदा कर्मजः संयोगजः इति पठितवन्तः तथैव अत्रापि संयोगनाशः तस्य जन्यत्वम् अस्ति कायपुस्तकयोः संयोगनाश. हा किन्तु एते सिद्धान्तिनः वदन्ति संयोगनाशको गुणो विभागः इत्यस्य अनुसारं प्रथमस्तरे अपि हस्तपुस्तकयोः विभागः हस्तपुस्तकयोः संयोगं नाशं जनयति. तदा प्रथमस्तरे एव समीचीनम् अस्ति तर्कम्. हा हा, प्रथमस्तरे अथवा द्वितीयस्तरे अपि यत्र अवयविनः संयोगनाशः भवति, एकवारं यदा विभागः संयोगनाशं प्रति कारणम् इति स्वीकुर्मः तदा यत्र कुत्रापि संयोगनाशः भवतु तत्र तत्र विभागस्य पूर्ववृत्तित्वं भवेदेव इति स्वीकरणीयं भवति. एकवारं साधितं चेत् संयोगनाशं प्रति विभागः इति तेषां तर्कः नैयायिकानां. कुत्र तथा लिखितमस्ति वा? तथा न लिखितमस्ति, किन्तु संयोगनाशं प्रति विभागः कारणम् इति एकेन कारणेन संयोगनाशः सर्वत्र सम्पद्यते इति उक्तं खलु, तदर्थम् अन्ततो गत्वा विभागस्य पूर्ववृत्तित्वं विभागः संयोगनाशं प्रति कारणम् इति एतैः सिद्धान्तिभिः साधनीयम्. तादृशकारणत्वे सति विभागस्य संयोगनाशं प्रति, तर्हि यत्र कुत्रापि संयोगनाशः भवतु तत्र तत्र विभागस्य पूर्ववृत्तित्वं कारणत्वमेव इति तेषाम् अभिप्रायः. यत् अस्माभिः पठितं एतत् परिच्छेदं सत्यं तदपेक्षया उत्तररूपेण, तत्र नूतनतया किमपि अस्ति वा? लाघवं साधयितुम् इच्छन्ति. एकवारं क्रिया अपरवारं संयोगनाशः इति कारणस्य अपेक्षया उभयत्र विभागः एव कारणं भवतु इति लाघवम्. तस्मिन् लघुबिन्दौ लाघवं साधयितुम् इच्छन्ति. अन्य कोऽपि प्रश्नः अस्ति वा? अस्ति अग्रे इतोपि. अस्तु, अन्य कोऽपि प्रश्नः अथवा? अस्तु, धन्यवादः. धन्यवादः भगिनी. धन्यवादः भगिनी. शुभरात्रिः.